नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति उपधायामपि गुणः सूत्रसहितदृष्टिः इति. प्रथमं वयं भुवादिगणे शप् इति विकरणप्रत्ययस्य प्रभावेण इगन्त अङ्गस्य गुणः भवति इति परिशीलितवन्तः. सूत्रम् अस्ति सार्वधातुक आर्धधातुकयोः इति सूत्रम्. इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति अनुवृत्तिसहितसूत्रम् अस्ति. तद्वयं किञ्चित् विस्तृतरूपेण एव गतसप्ताहे दृष्टवन्तः. अनन्तरं वयम् उपधायाम् अपि लघु इक् वर्णस्य गुणः भवति इति दृष्टवन्तः. तत् सूत्रम् अस्ति पुगन्तलघुपदस्य च इति सूत्रम्. तद्वयं बुद्धातुः विषये स्वीकृत्य दृष्टवन्तः. सूत्रस्य विवरणम् अद्य द्रक्ष्यामः. इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् पृच्छताम्. अस्तु भगिनी, अत्र विजया हेतुराजन् अस्मि. शुभदिनम्. शुभदिनं. नमस्कारः भगिनि. आं स्वागतं भगिनि. अन्य केनापि आगतं वा मध्ये? अस्तु. सर्वे गृहपाठः कृतवन्तः इति भाति. वयं किं कुर्मः इत्युक्ते, वयं तु सूत्रद्वयं दृष्टवन्तः. प्रत्येकस्य सूत्रस्य एकः धातु तद् स्वीकृत्य परिशीलयतु अद्य. सुमित्रा भगिनी आरब्धुम् इच्छति वा? आं भगिनि. अत्र धातु सूत्रद्वयम् अस्ति किल, अतः एक एक धातुः स्वीकरोतु. एकनिमिषम्. उपाधायामपि गुणः सूत्रसहितदृष्टिः इति पुटे खलु भगिनि? किञ्चित् न वयम् अहं तु गतसप्ताहे गृहपाठं दत्तवती किल, दशधातुः स्वीकरोतु, अत्र परिशीलयतु, सूत्रद्वयं वयं दृष्टवन्तः इदानीं पर्यन्तम् इति. तद्विषये न कृतवती अहम् एतत्. ओ अस्तु. अमित्राव् महोदय. अहमपि न कृतवान् भगिनि. ओ ओ अन्यत् अन्य रमाबाय् भगिनी वक्तुम् इच्छति वा? अहं करोमि भगिनि. करोतु महोदय, उत्तमम्. क्षीदातु अत्र शप् प्रत्यय अस्य शकारपकारयोः लोपः भवति. दशकृतद्धिते अपि अपि च हलन्त्यम् इति सूत्राधारेण तिप् अत्रापि पकारस्य लोपः भवति. केवलम् अकार अपि च ति ति अवशिष्यते. तिङ्क्षित् षित् इति सूत्राधारेण गुणः भवति सार्वधातुक आर्धधातुकयोः, सोरि, एतत् सार्वधातुक आर्धधातुक अस्ति, अतः अङ्गस्य गुणः भवति सार्वधातुक आर्धधातुकयोः इति सूत्राधारेण. अतः क्षि इत्यस्य क्षे गुणः भवति भूत्वा क्षे योग आयोग ति क्षयति. अत्र यान्तावान्त सन् यचो यच् अय यचो याव याव इति सूत्राधारेण सन्धि भूत्वा क्षयति इति अन्तिमं रूपं सिद्ध्यते. उत्तमम् उत्तमम्. अनन्तरं द्वितीयधातुः महोदय. अनन्तरं द्वितीयसूत्रस्य किं महोदय? वयं सूत्रद्वयं दृष्टवन्तः किल. एतत्तु सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कृते. अन्यत् सूत्रमपि दृष्टवन्तः किल, यत्र उपधायां गुणः भवति. अत्र अस्ति टिक् टिक् धातु. अत्र टिक् योग शप् योग ते तिगन्तरूप प्रत्ययः अस्ति. शप् शकारपकारयोः लोपः जातः, अतः अकार एव अवशिष्यते. सार्वधातुक आर्धातुक आर्धधातुक तिङ्क्षित् तिङ्क्षित् इति सूत्राधारेण टिक् अङ्गस्य उपादायाः सोरि उपादायाः गुणः भवति. अन्यत् सूत्राधारेण तत् सूत्रस्य नाम अस्ति पुगन्त न स्मरामि भगिनि. पुगन्तलघुपदस्य च पुगन्त लघु लघु उपद लघु लघु उपदस्य गुणः भवति इति. अत्र लघु उपद टिक् अङ्गस्य इकारः अस्ति, अतः ते अन्तिमरूपं सिद्ध्यते ते कते इति. उत्तमम् उत्तमं महोदय, धन्यवादः. उत्तमम्. अन्य केनापि कृतं वा? विजया भगिनी, अहं कृतवती माला. आम् आम् वदतु भगिनि. सम्यक् उत्तमम् अस्तु. प्रथममस्ति नि धातु, तत्र अन्ते इकारः दीर्घ इकारः अस्ति, तस्य गुणः भवति ने योग शप् योग ति. अत्र शप् इत्यस्य शकारस्य लोपः भवति लशक्व तद्धिते इति सूत्रेण. अनन्तरं पकारस्य लोपः हलन्त्यम् इति सूत्रेण, तस्य लोपः इति सूत्रेण द्वयोः लोपः भवति, अकारः एव तिष्ठति. तर्हि नि धातोः गुणः भूत्वा ने भवति, ने योग अयोग ति. तत्र इदानीं यान्तावान्तादेशसन्धि भूत्वा नय इति भवति, नय योग ति नयति इति निष्पन्नं. उत्तमं. द्वितीयम्? अनन्तरं द्वितीयम् अस्ति उपधायां पुष् धातु स्वीकरोमि. तत्र पुष् योग शप् योग ति. तत्र शकारपकारयोः इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण द्वयोः लोपः भवति. अनन्तरं पुष् धातोः मध्ये उपधायाम् इत्युक्ते अन्तिमवर्णस्य पूर्वं यः वर्णः अस्ति तद् उकारः अस्ति, तस्य गुणः भवति. तर्हि पो इति भवति, उकारस्य गुणः भूत्वा पो भवति. तर्हि पो योग अयोगति पोषति इति अन्तिमरूपं भवति लट्लकारे. पोषति हा. अत्र पुष् धातोः गुणः उकारस्य गुणः भवति यतोहि पुगन्तलघूपदस्य इति सूत्रेण. उत्तमम् उत्तमं भगिनि. अन्य अन्य केनापि कृतं वा? तमाबाय् भगिनी वदतु. सम्यक् अस्ति वा अहं न जानामि. नास्ति चिन्ता भगिनि, तत् सम्यक् अस्ति वा इति परिशीलनम् एव मम कार्यं. वदतु भगिनि. अहं कुम् इति धातु स्वीकृतवती. अत्र कु इङ्क् हल्यान्तं हल्यान्तम् इति सूत्रेण नकारः इत्संज्ञा भवति, तस्य लोपः भवति. अत्र कु इत्येव धातुः अस्ति. कु योगः शप् योगः ते इति लषक्वटादिते इति सूत्रेण षकारस्य इत्संज्ञा भवति. अनन्तरं हल्यान्तम् इति सूत्रेण फकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण षकारफकारयोः लोपः भवति. अत्र कु योगः आ योगः ते इत्येव अस्ति. षित् सार्वधातुकयोः इत्यनेन को योगः आ योगः ते भवति. कु गुणकार्यमर्थे को इति भवति. अनन्तरं एचोयवायवः इति सूत्रेण को औ औ इति भवत इक् औ ते कवते इति भवति. सम्यक् उत्तमं कवते. आम् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य नाम तस्य कारणेन एव गुणः भवति. कु इति कु को भवति. अनन्तरं यदा भवती उक्तवती एचोयवायावः इति सूत्रेण यान्तावान्तादेशसन्धि कवते. उत्तमं. द्वितीयं अस्तु. आं वदतु भगिनि. वदतु भगिनि. अहं हृ धातु मध्ये कृतवती. हृ हृ योगः शप् योगः कि हृ हृ भ्वादिगणे अस्ति. हृ योगः शप् इत्युक्ते लषकटतिथि इति सूत्रेण शकारस्य लोपः भवति. पकारः हलन्त्यम् इति सूत्रेण पकारः अपि अपगतं तत्र आ एव तिष्ठति. अतः किङ् षित् सार्वधातुकसंज्ञकः भवति. हृ अकार हृ ओग योगः अकारः योगः ति इति आगच्छति. इक् संज्ञा गुणकार्यं भवति तत्र. अतः सार्वधातुक आर्वधातुको इति हृ धातु हर् अर् इति भवति. अतः हरति इति आगच्छति. उत्तमं हरति. उत्तमं. द्वितीयं भगिनि. अहमेव वा? आम् आम् आम्. यदा वयं द्वितीयसूत्रं कृतवन्तः किल उपादायां गुणः इति, तस्मिन् कृते एकम् उदाहरणम् आं तद्वदतु भगिनि. उपादायां को नमस्ते भगिनि गीता आं क्षम्यतां तावत् आम् नास्ति चिन्ता अस्ति वा भगिनि विद्या भगिनि अहं क्रोधनं करोति करोमि भगिनि अन्वेषणं करोतु अन्येषां कृते अहं पृच्छामि अन्य केनापि कृतं वा गृहपाठं प्रिया भगिनि भगिनि अहमपि हृ धातु एव कृतवती यदा अस्तु द्वितीयसूत्रस्य कृते यदा उपधायां गुणः इति तत्तु धातुः कथं स्वीकरणीयम् इति अहं किञ्चित् क्लेशः अभवत् पुस्तकम् अस्ति अस्ति किल पुस्तकं तत्र न भगिनि मम कृते पुस्तकं नास्ति किमपि तद् न मिलति वा इदानीं न मिलति अत्र जनार्दन हेग्डे महोदयस्य धातुरूपनन्दिनी इति अन्यत् पुस्तकमस्ति तत्रापि धातुः एव तदपि पुस्तकं सम्यक् अस्ति तत्र धातोः दशलकारेषु रूपं कथम् आगच्छति इति अत्र अस्ति तद् मिलति चेत् तदपि सम्यक् एव भगिनि पुस्तकस्य नाम धातुरूप धातुरूपनन्दिनी इति चिन्तयामि नन्दिनी एव अन्तिमपदम् इति चिन्तयामि परन्तु जनार्दन हेग्डे महोदयस्य पुस्तकमस्ति कृदन्तरूपनन्दिनी धातुरूपनन्दिनी इति पुस्तकद्वयमस्ति नन्दिनी एव आम् पुस्तकद्वयमस्ति अत्र धातुरूपनन्दिनी इति स्वीकरोति आत्मनेपदम् इति वदति वा आम् आं वदतु भगिनि आम् वृत् इति तत्र भुवादिगणे वृत् अस्ति वृत् योगः आ योगः ते वृत् आ योगः वर्तते इति आत्मनेपदं तत्र आगच्छति षित् तिङ् इति कार्यमस्ति वृत् तत्र पुगन्तलघुपदस्य ऋकारः उपादायं ह्रस्वः अस्ति इति खलु तत्र वृ उपादायं ह्रस्वः ह्रस्व ऋकारः अस्ति अतः गुणकार्यं भवति शप् शिप् इति सूत्रेण अन्ते इगन्तमागच्छति इक् वर्णः अस्ति वृत्ति अतः गुणकार्यं भवति सार्वधातुक आर्वधातुकयोः उपादायां लघु पुगन्त इति कार्यम् इति पदस्य कार्यं तत्र आगच्छति वृत् तत्र वर्तते इति आत्मनेपदं स्वीकरोति अस्तु उत्तमं परन्तु पुगन्तलघुपदस्य च इति सूत्रेण एव पुगन्तलघुपदसूत्रेण एव ऋ इति तत्र गुणकार्यं भवति तत्र उपादायां ह्रस्व ऋकारः आगच्छति वृ इति धातुमध्ये भगिनि वृ वर् इति सम्यक् वृ वर् इति भवति वर्तते इति रूपम् उत्तमम् उत्तमं धन्यवादः अस्तु अस्तु केनापि आगतं वा रघुपति आचार्यमहोदय राजेन्द्रमहोदय अस्ति किल नमस्ते भगिनि अजितः अस्मि अजितः आं भगिनि अस्मि आं स्वागतं महोदय भगिनि भगिनि एकः प्रश्नः अस्ति यदि आत्मनेपदी धातुः अस्ति तर्हि यथा परस्मैपदी धातोः अन्ते तिङ् इति अस्ति अथवा तिप् इति अस्ति तस्य लोपः पकारस्य लोपः भूत्वा ति अवशिष्यते अत्र आत्मनेपदी धातु ते ते इति शब्दस्य रूपं किम् अस्ति उत्तमप्रश्नः. पित्तस्थ मित्वस्मत् अनन्तरं ते ईते अन्ते इति एव अस्ति तत्र. तर्हि तत्र किमपि परिवर्तनं न भवति तत्र. इत्संज्ञा न यदा तत्र मूले अस्ति चेदेव भवति. तिङ् इति तत्र यदा भवती उक्तवती टिप् इति आगच्छति अतः तत्र भवति. इदानीम् अत्र नास्ति. अस्तु. ते एव सिद्धप्रत्ययः. भगिनि कथं जानीमः अत्र ति भवति अथवा ते भवति? तत् पाठः आगच्छति भगिनि. अत्र एकं पठामः. आम् एकं विस्तृतपाठमस्ति. मूलप्रत्ययः किम्, अनन्तरं सिद्धप्रत्ययः कथं साधनीयम् इति एकं बृहत् पाठम् अस्ति. सर्वेषु लकारेषु न केवलं लट् लकारे, सर्वेषु लकारेषु कथं मूलप्रत्ययात् सिद्धप्रत्ययः कथं साधनीयम् इति एकः पाठः, बृहत् पाठः आगच्छति. तस्मिन् समये वयं जानीमः कथम् आगच्छति, तिङ् कथं भवति, ती कथम् आगच्छति, तः कथम् आगच्छति, अन्ति इति कथम् इति वयं पठामः तत्र. धन्यवादः भगिनी. शुच् धातु उगन्त लघु पदस्य च सूत्रेण एव शोचति इति वर्तते खलु? आम् उत्तमम्. आम् शुच् योगः तिङ् तिंशित् सार्वधातुक सूत्रेण शुच् योगः ति एव भवति. तदनन्तरं हलन्त्यकारणेन पकार तस्य लोपः जातः. शुच् योगः शप् योगः ति लशक्वतद्धिते कारणेन शकारस्य लोपः, हलन्त्यं सूत्रस्य कारणेन पकारस्य तस्यापि लोपः, अ एव अवशिष्यते. शुच् योग अयोगः ति पुगन्तलघुपदस्य च सूत्रस्य कारणेन उपधायां ह्रस्व उकारः भवति, तस्य गुणकार्यं भवति, उकारस्य ओकारः परिवर्तनं भवति, शोचति इति अन्तिम रूपम्. उत्तमम्. अन्य केनापि कृतं वा गृहपाठं वक्तुम् इच्छति चेत् वदतु. भगिनी राजेन्द्र अस्मि, वदामि वा? आम् आम् आम् अवश्यं महोदय. अस्तु भगिनि, अत्र श्री श्री धातु अस्ति सेवायां. तत् अत्र तु श्रीयोग शप् योग ति लशकु तदिते हलन्त्यं तेन सूत्रेण शकारपकारयोः इत्संज्ञा भूत्वा तस्य लोपः जातः, लोपः भवति. तदनन्तरं श्री श्री श्रीयोग अयोग ति अत्र श्री अत्र तिंशत् सार्वधातुकं सार्वधातुसंज्ञा भवति. तदनन्तरं सार्वधातुक आर्धधातुकयोः योः सूत्रेण तत्र श्री श्रे भवति. श्रेयोग अकारः योग ति ए योग अ एचो यवायावः श्राय् भवति. श्राय् योग ति श्रयति रूपं भवति. उत्तमम् उत्तमम्. अपि च उदाहरणं वदतु. रुच् रुच् रुच् इत्युक्ते अत्र अत्र तु उब्धायाम् उकारः अस्ति, उकारः अस्ति. तत् रुच् योग अकारः, शप् योगति तथा पुनश्च दशकु तदिते अपि च हलन्त्यम् शकारपकारयोः इत्संज्ञा भूत्वा तस्य लोपः भवति. तत्र रुच् पुगन्धलघुपदस्य किञ्चित् सार्वधातुकं सार्वधातुसंज्ञा भवति. अपि च तत् अनन्तरं पुगन्धलघुपदस्य च उपधाया तत् उकारः अस्ति, तस्य ओकारः भवति, गुणः भवति. रोच् योग अयोग ते अत् आत्मनिपदे धातुः अस्ति, तत् रोचते निष्पन्नं भवति. उत्तमं महोदय, धन्यवादः. उत्तमम्, अस्तु अग्रे सरामः वा अद्य. मित्रा भगिनी, अत्र वयं बोधति इति तदनन्तरं बुद्ध्योगः शप् योगः ति इति प्रसङ्गे इति आरभ्य पठति वा भगिनि. बुद् योगः शप् योगः ति इति प्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अर्थः, पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितसूत्रम्. द्वितीयं, पुगन्तस्य इति भागम् अधः अवलोकयामः. भुद् धातोः कृते प्रसङ्गः नास्ति. लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति अस्माकं कृते मुख्यः भागः. अत्र लघ्वियुगः उपधा, लघु इत्युक्ते ह्रस्वः वर्णः, ह्रस्वः वर्णः. लघ्वि इति लघुशब्दः स्त्रीलिङ्गे. लघ्वियुगः उपधा लघुपदा, ह्रस्व इक् उपधा ह्रस्व इक् इ उ ऋ. बुद् धातौ लघुपधा नाम बुद् धातोः ह्रस्वः अकारः, उकारः. उकार, क्षम्यताम्. इदानीं पर्यन्तं वदतु भगिनि. अस्तु भगिनि, वयं दृष्टवन्तः कुत्र अस्ति. तत्तु अस्माकं करपत्रम् अस्ति किल, 2A2 इति उपधायाम् अपि मध्ये तत्र मध्ये अस्ति बुद् योगः शप् योगः ति इति प्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अर्थः इति मध्ये आगच्छति. तिस्रः त्रयः वा? यदा वयं गतसप्ताहे पूर्णकथा इति तत्पर्यन्तं कृतवन्तः, पूर्णकथा इत्यस्मात् अग्रिमम् आम् प्राप्तवती किल. उत्तमम्, आम् वदतु भगिनि. आम् भगिनि, पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, इत्युक्ते यथा सार्वधातुक आर्धधातुक धातुकम् अस् धातुकौ अस्ति, गुणः भवति इक्. कुत्र भवति इत्युक्ते लघुपदस्य अथवा अङ्गस्य. लघुपदस्य इत्युक्ते यथा ह्रस्ववर्णः अस्ति, इत्युक्ते इ उ ऋ इति यथा ह्रस्वम् अस्ति ते, अपि च अङ्गस्य. अङ्गस्य इत्युक्ते किम् इति पूर्वं दृष्टवन्तः. यथा भूयोगः शप् इत्युक्ते भू शप् कृते अङ्गं भवति, अयोगः ति इत्युक्ते अवर्णः ति कृते अङ्गं भवति इति, अङ्गम् इति उपधायं यत् अस्ति तथा इति दृष्टवन्तः. अत्र वदतु, अत्र वदतु भगिनि, बुद्ध्योगः शप् योगः ति इति प्रसङ्गे अङ्गं किम्? अङ्गं द्वयम् अस्ति. प्रथमम् अस्ति बकारः, ब योगः शप् इति अस्ति खलु, तत्र शप् प्रत्ययस्य कृते बकारः अङ्गम्, अपि च ति प्रत्ययस्य कृते अकारः अङ्गम् इति. न न न, बुद्ध्योगः शप् योगः ति इति प्रसङ्गे अत्र शप् इति निमित्तम् अस्ति चेत् बुद् इति पूर्णतया बुद् इति अङ्गम्. बुद् अस्तु भगिनि, बुद् धातु इति स्वीकृतवती. न न न, बुद् बुद् इति धातुः स्वीकृत्य वदतु. वदतु, इदानीं वदतु. शप् इति प्रकारस्य कृते प्रत्ययस्य कृते बुद् इति अङ्गम् शप् इति अकारः भवति लोपकारणात् हलन्त्यम् अपि च लशक्वत् अतद्यते इति अर्थात् बुद् अति निष्पन्नं ति इति प्रत्ययस्य कृते अकारः अङ्गम् न तत्र किं भवति इत्युक्ते ति इति प्रत्ययस्य कृते तस्मात् पूर्वं किं भवति किम् अस्ति भूयोगः अ इति वयं स्वीकुर्मः तत्र गुणः भवति किल इदानीं बोध् इति भवति किल बोध्योगः अ बोध इति भवति आं भगिनि बोध इति अङ्गम् अवगच्छति वा यत् प्रत्ययात् पूर्वभागम् अस्ति विकरणप्रत्ययस्य मेलनात् अनन्तरं यत् भागः आगच्छति तदेव अङ्गम् अस्तु भगिनि भग्नं कृत्वा स्वीकृतवती बोधयोगः अयोगः ति इति स्वीकृत्य न अङ्गमिति बहु मुख्य प्रसङ्गः अस्ति यदा वयं शप् इति विकरणप्रत्ययस्य कृते बुद्ध् इति अङ्गम् अस्तु भगिनि बुद्ध् इति धातुः अपि अस्ति अङ्गमपि अस्ति प्रथमतया धातुः अपि अस्ति अङ्गमपि अस्ति यदा विकरणप्रत्ययः योजयामः चेत् तत्र धातु इति संज्ञा गच्छति अङ्गम् इति एव संज्ञा तिष्ठति तद् बहु मुख्यम् अस्ति बुद् योगः अ इति गुणकार्यं सर्वं कृत्वा आ इति योजयामः बोध् बोध इति भवति बोध तदेव अङ्गम् अस्तु भगिनि ति प्रत्ययस्य कृते बोध इति अङ्गम् बोध इति अङ्गम् इदानीं किं भवति इत्युक्ते तस्य धातुः इति संज्ञा गच्छति अङ्गम् इति एव संज्ञा अस्ति इदानीं धातुः अङ्गम् एव अङ्गकार्यम् इति वदामः तस्य अस्तु उत्तमं तत्र वदतु वदतु आं भगिनि लघुपदस्य अङ्गस्य इकः गुणः भवति सार्वधातुक अर्वधातुकयोः इति भागः स्वीकरणीयम् अत्र अस्माकम् अङ्गे बुद्धातु मध्ये अनन्तरं लघ्वी उपदा इति स्त्रीलिङ्गे दत्तमस्ति लघ्वी इति उपदा कीदृशपदम् उपदा इति अपि स्त्रीलिङ्गम् एव आम् अतः समासं कृत्वा लघ्वी लघ्वी इत्यस्य समासं कृत्वा लघु उपदा इति भवति विशेषणविशेष्यम् अस्तु सम्यक् तावदेव अस्ति किल तत्र आम् उत्तमं तत्र लघुपदस्य अङ्गस्य इति भागं वयं स्वीकुर्मः चेत् तत्र सम्बन्धषष्टिः अस्ति यदा वयं सार्वधातुक आर्धधातुकयोः विषये दृष्टवन्तः अङ्गस्य इकः इति तत्र विशेषणविशेष्यभावः आसीत् तस्मिन् सूत्रे परन्तु अस्मिन् सूत्रे लघुपदस्य अङ्गस्य अङ्गं यत् लघु उपदा अस्ति यस्मिन् लघु उपदा अस्ति लघुपदस्य अङ्गस्य तत्र सम्बन्धषष्टिः अस्ति इकः इति षष्ट्यन्तपदम् तद् तस्मिन् विषये वयम् अग्रे द्रक्ष्यामः परन्तु पूर्वमेव अहम् उक्तवती लघुपदस्य अङ्गस्य इति सम्बन्धषष्टिः अस्ति इति उत्तमम् अमित्राव् महोदय अग्रिमं पठति वा आं भगिनि पठामि पञ्चमबिन्दुः वा षष्ठबिन्दु लघु उपदस्य लघ्वी उपदा यस्य तत् लघु उपदं बहुव्रीहिः तस्य लघुपदस्य तस्य लघुपदस्य अङ्गस्य प्रत्ययात् पूर्वं यः सम्पूर्णभागः सः तस्य प्रत्ययस्य अङ्गम् अत्र शप् इति प्रत्ययः तस्मात् प्रत्ययात् पूर्वं बुद्धातुः अतः बुद्धातोः शप्रत्ययस्य अङ्गम्। बुद्धातौ लघु उपदा इत्युक्ते ह्रस्व उकारः अपि अस्ति, अतः बुद्धातुः स्वयं लघु उपदम् आहत्य बुद्धातुः शप्रत्ययस्य लघु उपदम् अङ्गम्। वदति वा महोदय? यस्य पदस्य अङ्गे उपदायां ह्रस्व उकार ह्रस्व इक् अस्ति, तस्य तत्पदं अत्र स्वीकरणीयं। बुद्ध धातौ उपदायां उ ह्रस्वौ अस्ति, अतः उपधा लघु उपदम् इति वक्तुं शक्यते। शप्रत्यय परे अस्ति इत्यत्र इत्यस्मात् अस्य सूत्रस्य प्रसक्तिः वर्तते। अग्रिममपि पठतु महोदय। सप्तम्, सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदम्। पाणिनीयसूत्रेषु सप्तमी विभक्ति इत्युक्तौ पूर्वकार्यम्, अतः सार्वधातुकसंज्ञकप्रत्ययात् पूर्वं नाम शप्रत्ययात् पूर्वं लघु उपदं नाम बुद्धातुः अस्ति चेत् तस्य अङ्गस्य नाम बुद्धातोः लघ्वी उपदायाः इकः इक् षष्टिविभक्ति इकः नाम उकारस्य गुण भवति, अतः उकारस्य स्थाने ओकारादेशः। बुद् योगशप् योगति इत्यस्मात् बोधति इति अन्तिमरूपम् इत्युक्ते सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदम् अस्ति चेत् तत् पूर्वकार्यं निर्दिशति। तस्मात् पूर्वात् लघु उपदम् इति बुद्धातु अस्ति, तस्य उकारस्य गुणादेशः भवति। अतः बुद्ध पदस्य बोध इति रूपं भवति, बोध अबोध अधिक योग योगति, तस्मात् अन्तिमरूपं बोधति इति भवति। उत्तमं, तावदेव अस्ति, तत्र स्पष्ट अस्ति इति मन्ये। अस्तु, गीता भगिनी अग्रिमं पठति वा? आं भगिनि, सप्त बिन्दुः न भुवादिगणे अन्यानि उदाहरणानि। ओके, भुवादिगणे अन्यानि उदाहरणानि पुगन्त लघुपदस्य च सुच् सुच् एकं शुच् सोरि शुच् एकं शोचति शोकम् अनुभवति कृष् धातु एकं कर्षति आकर्षणे आकर्षणे इति अर्थमस्ति तस्य अर्थमस्ति आकर्षणे आकर्षणे कृष् वाय्स् इफ् बिकम् कृष् भवति भवति कृष् भवति क्रोशति रोदिति रुह् भवति रोहति वर्धते क्षुभ् भवति क्षोभते मथनं क्रोधानुभवनं गुष् भवति घोषति शब्दं करोति गृष् भवति घर्षति घर्षणे पुष् भवति पुष् भवति पोषति पालनपोषणे भगिनि इदानीं कृष् इति कृतवती किल कृष् कृष् घर्षति घर्षणे इति तत् तद् धातु स्वीकृत्य कथं घर्षति इति भवति इति वदति वा कृष् कृष् धातु वट् इस् दट् हलन्त्यं सूत्रेण शकारः लोपः भवति सोपानेन वदतु भगिनि अत्र पूर्वस्मिन् पुटे तद्बुद् धातुः इति अस्ति किल तत्र सोपानम् अस्ति किल तद् दृष्ट्वा एव अस्य धातुः अपि वदतु न शक्नोमि भगिनि प्रयत्नं करोतु भगिनि किमपि नास्ति अत्र बुद्ध इति कृष् इति स्वीकृतवती किल तत्र कृष् योगः लट् इति प्रथमं पूर्णकथा इति अस्ति किल तद् भागं स्वीकरोतु अहं सहायं करोमि ओ कृष् ओ बुद्ध लट्लकार विवक्षा इदानीं भवती कृष् इति धातु स्वीकृतवती कृष् इति आम् कर्षति कृष् प्लस् लट् कृष् योगः लट् लट् स्थाने प्रथमपुरुषैकवचने तिप् प्रत्ययस्य आदेशः तिप् तिप् प्रत्यय सो बुद् कृष् कृष् योगः प्लस् तिप् कृष् योगः योगः तिप् इत्युक्ते हलन्त्यम् इत्यनेन सूत्रेण पकारस्य तिप् पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन पकारलोपः उत्तमं सो इट् बिकम्स् बुद्ध ऐ मीन् कृष् योगः ति कृष् योगः ति तिंशित् सार्वधातुकम् इत्यनेन ति तिङ् अतः ति तिङ् अतः सर्वधातुक संज्ञकः कर्तरी शप् कर्तरी शप् इत्यनेन सूत्रेण कर्तरि अर्थे ति इति सर्वधातुके परे सार्वधातुके परे सार्वधातुके परे शप् प्रत्ययः विहितः आगच्छति then krish plus shap because it is t and its kartri shap will come there okay then krish plus shap plus t lashak tadite ityena sutrena la lakara lakara shakara kha varga स्थिते वर्गाणां वर्णानाम् इत्संज्ञा प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत्. अस्तु, अत्र किम् अस्ति, शकारः अस्ति, अस्ति शप् शप् पकारभि पकारलोपः शकारः भि लोपः लशक्वतद्धिते सूत्रेण. सो ओन्लि शकारः लशक्वतद्धिते, पकारः केन सूत्रेण? हलन्त्यम्. उत्तमम् उत्तमम्. किं भवति देन् हलन्त्यम् इत्यनेन सूत्रेण पकारस्य संज्ञा तस्य लोपः, तस्य लोपः इत्यनेन शकारः पकारयो शकारपकारयोः लोपः. सो देन् कृष् प्लस् अ प्लस् ति भवति शप् विकरणप्रत्यय अस्ति. सो कृष् गुणः भवति. उत्तमं. केन सूत्रेण? उपादायाम्. उपादायां लघु इक् अस्ति. केन सूत्रेण गुणः भवति? वाट् इस् वेरि अत्र एव अस्ति किल. वदतु उपादायां. तत्र एव षष्टमबिन्दु अस्ति. कृष् योगः अयोगः ति पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च ऋकारस्य गुणः भवति चेत् किं भवति? कर् इस् द गुण लेटर् इति गुणवर्णः. देन् रेप आगच्छति. उत्तमं. वाट् इस् दट् ऊरण्ड्रपरः उत्तमेन. सो कर् क्रू बि क्रू कर् भवति. इदानीं रूपं किं भवति? कर्षति. कर्ष प्लस् अ प्लस् ति. सो इट् बिकम्स् कर्ष. कर्ष अङ्गस्य योगः ति. कर्षति भवति. सरलमेव किल भगिनि. थेङ्क् यू. धन्यवादः. उत्तमम् उत्तमम्. अस्तु. अजित् महोदय अग्रिमं पठति वा? अन्य धातुः अस्ति किल यद् तद् गृहपाठरूपेण कृपया कुर्वन्तु, येन अभ्यासं भवति. अत्र कृष् कर्षति आकर्षणे इत्युक्ते कृषक तद् भिन्न कर्षणं करोति तद् नास्ति वा? तद् नास्ति. तद् भिन्नगणे अस्ति. अहं यदा वयं तद्विषये पठितवन्तः उक्तवती तद् भिन्नगणे अस्ति इति. अस्तु अस्तु अस्तु. धन्यवादः. अजितमहोदय पठति वा? अत्र न प्रसक्तिः इति. अत्र न प्रसक्तिः. एक धातौ स्वरः इक् प्रत्याहारे च उपधायां च, किन्तु दीर्घः तत्र गुणः असम्भवः. जीव् जीवति, क्रीड् क्रीडति, क्षीव् क्षीवति, मिल् मिलति. वदतु महोदय. धातोः स्वरः इक् प्रत्याहारे च उपधायां च, किन्तु दीर्घः तत्र गुणः असम्भवः. इत्युक्ते उपधायां दीर्घः अस्ति चेत् तत्र गुणः असम्भवः. अनन्तरं स्वरः इक् प्रत्याहारे उपधायां स्वरः इक् प्रत्याहारे अपि च दीर्घः अस्ति चेत् तत्र गुणः असम्भवः. उदाहरणार्थं वदति जीव, तत्र उपधायां दीर्घ इकारः, तदेव कारणात् तत्र गुणः न सम्भवति. अनन्तरं क्रीड, तदपि दीर्घ इकारः, क्षीव नील. द्वितीय बिन्दु अस्ति धातोः स्वरः उपधायां किन्तु इक् नास्ति, तत्र गुणः असम्भवः. यत्र उपधायां ह्रस्वस्वरः अस्ति परन्तु इक् वर्णः नास्ति, तत्रापि गुणः असम्भवः. उदाहरणार्थं वदति एज्, तत्र एजति इति किमर्थम् एजति इत्यस्य गुणः न भवति? तत्र इच्छ प्रत्याहारे नास्ति. उत्तमम् उत्तमं. तृतीयमपि पठतु महोदय. तृतीयबिन्दु वदति धातोः प्रस्थः इक् वर्णः अस्ति किन्तु उपधायां न स्थितः, तत्र गुणः असम्भवः. तत्र इक् ह्रस्ववर्णः अस्ति उपधायां, परन्तु उपधायां न स्थितः. उदाहरणार्थं वयं पश्यामः निन्द, तत्र निन्दति. नकारः उपधासंज्ञकः, इकारः उपधायां नास्ति. हिंसति, तत्र अनुस्वारः उपधायां. भिक्षु भिक्षते, अकारः उपधायां. मुण्ड मुण्डति, णकारः उपधायाम्. अत्र नेम वदति ह्रस्व इकारवर्णः अस्ति उपधायाम्. उदाहरणार्थं निन्द ह्रस्व उप इक इक् वर्णः अस्ति, परन्तु उपधायां न स्थितः. तत्र निन्द धातोः नकारः उपधासंज्ञकः, इकारः उपधायां नास्ति. अवगच्छति वा कुत्र अस्ति इति? किमर्थं नकारः उपधासंज्ञकः इति? निन्दिः अस्ति धातुः, तत्र दकारः अन्ते अस्ति, हल् वर्णः अन्ते अस्ति. तस्मात् पूर्वं कः वर्णः अस्ति? आम्, तद् नकारः. अतः तद् उपधायां नास्ति किल, उपधायाम् इक् वर्णः नास्ति, उपधायां नकारः अस्ति. तदेव हिंस, तत्र अनुस्वारः, उपधायाम् अनुस्वारः, तत् पूर्वम् एव इकार ह्रस्व इकारः, तत्कारणात् अपि एतत् पुरुगन्धलघुपदस्य च तत् सूत्रं न अपेक्षते, गुणः न भवति. भिक्ष तत्र भि क्ष, तत्रापि ककारः उपधायामस्ति, तत्रापि गुणकार्यं न भवति. मुण्डति, तत्र नकारः उपधायामस्ति. उत्तमं, तावदेव. तत्र स्पष्टमस्ति इति मन्ये. प्रश्नः अस्ति वा? हा भगिनि, अत्र दीर्घ ईकारस्य गुणः असम्भवः इति दत्तमस्ति, एतत् सूत्राधारेण लिखितः अस्ति वा? एतत् सूत्र आधारेण एव, यत्र भुवादिगणे उपधायां दीर्घ इक् वर्णः अस्ति चेत् उगन्तलघुपदस्य च इति सूत्रेण तत्र गुणः न भवति. सर्वत्र न, भुवादिगणे अत्र असम्भवः. एतत्तु भुवादिगणीयधातुः अस्ति, एतत् सर्वे जीव् क्रीड् क्षीव् इति, तत्र गुणः असम्भवः. अन्येषां कृते वयं यदा तद् गणं परिशीलयामः तत्र वयं द्रक्ष्यामः किं भवति इति. भगिनी, तत्र द्वितीय नियमः अस्ति खलु, धातोः स्वरः उपधायां किन्तु इक् नास्ति, तत्र उदाहरणार्थं वदति एज् इति, परन्तु ए एकार ह्रस्व एकारः नास्ति खलु, दीर्घमेव अस्ति, तत्र तत् कारणात् एव तत् गुणकार्यं न भवति. इक् वर्णः नास्ति, परन्तु तत् उदाहरणे ह्रस्ववर्णः अपि नास्ति इति अहं चिन्तयामि. आमां तद् ह्रस्वः नास्ति, परन्तु तद् इक् प्रत्याहारे आम् तावदेव, इक् वर्णः नास्ति. धन्यवादः. अस्तु, अरुणा भगिनी पठितुम् इच्छति वा? एकमपि प्रश्नः अस्ति भगिनि, उगन्धलघुपदस्य तस्मिन् सूत्रे प्रसङ्गे वयम् इदानीं लघुपदस्य च एव उदाहरणं पश्यामः खलु, उगन्ध उपयोगम् इदानीं नास्ति खलु? इदानीं नास्ति, परन्तु अग्रे आगच्छति तस्य उदाहरणं सर्वं. परन्तु भुआदिगणस्य प्रसङ्गे पुगन्त इति पदस्य किमपि महत्त्वं नास्ति, परन्तु तस्मिन् विषये अपि अस्ति अस्मिन् करपत्रे, अतः तदपि वयं पठामः. प्रिया भगिनी पठति वा पूर्णसूत्रार्थः इति? आं भगिनि. पूर्णसूत्रार्थः पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्ययपरे. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपदम्. पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः. तस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययं पदं द्विपदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. इको गुणवृद्धि इत्यनेन परिभाषा सूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्. अनुवृत्तिसहितसूत्रम्. पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकः सार्वधातुक आर्धधातुकयोः. वदतु भगिनि, अतः कीदृशसूत्रम् इति प्रथमं वदतु भगिनि. पुगन्तलघुपदस्य च वा? किमपि कार्यं भवति वा एतत् सूत्रेण? आम्, उपधायां गुणकार्यं भवति. अतः कीदृशसूत्रं? विधिसूत्रं. विधिसूत्रमेव. आम्, यत्र यत्र कार्यं भवति, आदेशः, आगमः वा लोपः, तत् विधिसूत्रम्. अतः एतत् विधिसूत्रं. वदतु भगिनि सूत्रस्य अर्थः अवगतं चेत्. प्रथमवाक्ये पुगन्तस्य अङ्गस्य लघुपदस्य इकः गुणः भवति इति वदति. सार्वधातुके आर्धधातुके च प्रत्यये परे एव. पुक् अन्ते यस्य तत् पुगन्तम् समासविषये वदति. लघ्वी उपधा यस्य तत् लघुपदम्. तत्र अनुवृत्ति सहितसूत्रं स्वीकरोतु, तद् एकवारं पठतु भगिनि. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः विभक्तिः का इति वदतु एकमेकं पदं स्वीकृत्य. अस्तु, पुगन्तलघुपदस्य अत्र षष्ठीविभक्ति च तु अव्ययम् अस्ति. अव्ययम् अङ्गस्य अपि षष्ठीविभक्तिः. इकः सप्तमी. इकः इकः स्थानी भवति, अत्र स्थानी न उक्तम् इति दत्तं किल, अतः इकः इकः अपि षष्ठी एव भवति. गुणः इति प्रथमाविभक्तिः. सार्वधातुक आर्धधातुकयोः इति सप्तमी विभक्ति भवति. उत्तमम्. इदानीम् अर्थः वदतु. पुगन्त अर्थः अस्ति पुक् अन्ते यस्य तत् पुगन्तम्. लघुपदम् इति लघ्वी उपदा यस्य तत् लघुपदम् अस्ति. च तु अव्ययपदम् अस्ति. अङ्गस्य इति अधिकारः अधिकारसूत्रस्य आगतम्. इकः गुणः इति इको गुणवृद्धिपरिभाषासूत्रेण आगतं. तत्र कुत्र कार्यं भवति इति इकः स्थानी इति स्वीकुर्मः. सार्वधातुक आर्धधातुकयोः इति सूत्रस्य पुनरावृत्तिः भवति. तस्य पूर्वकार्यम् इति भवति इति स्वीकुर्मः वा. आम्, सप्तमी अन्तमस्ति, सप्तमी परे अस्ति चेत् कार्यं पूर्वं भवति. यदा यदा तत्र भागद्वयम् अस्ति, पुगन्तस्य अङ्गस्य लघुपदस्य अङ्गस्य इति भागद्वयं स्वीकरणीयम्. अङ्गस्य इति अधिकारे अस्ति इति कृत्वा एतद् अङ्गकार्यम् अस्ति. तत्र इक् वर्णस्य गुणः भवति पुगन्त अङ्गस्य वा लघु उपदस्य अङ्गस्य वा गुणः भवति. इक् वर्णस्य गुणः भवति सार्वधातुक आर्धधातुकप्रत्ययः परः अस्ति चेत्. एतदेव सूत्रस्य अर्थः अस्ति. तत्र भागद्वयम् अस्ति इति अहम् उक्तवती. एकभागमेव वयं दृष्टवन्तः, लघुपदं लघुपदस्य गुणः कीदृशं भवति इति वयं परिशीलितवन्तः. पुगन्तस्य विषये अग्रे द्रक्ष्यामः. परन्तु सूत्रस्य पूर्णार्थम् एतदेव अस्ति, आर्धधातु सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति चेत्, उपधायां लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति इति सूत्रं वदति. सूत्रं स्पष्टं वा? आम् भगिनि, स्पष्टम्. उत्तमम्. विद्या भगिनी अग्रिमपरिच्छेदं पठति वा? आं भगिनि. ध्येयं यत् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम्. इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इक् वर्णः तस्य गुणः इति अर्थः. तत्र येन विधि तदन्तस्य इति अनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्त्यस्य इति अनेन अङ्गस्य स्थाने गुण आदेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुण आदेशः. किन्तु पुहन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपदायाम्. एतदर्थं येन विधिस्तदन्तस्य अलोङ्कस्य इत्यनयोः प्रसक्तिः नास्ति. अपि च अनुवृत्तिः सहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति न तु अस्ति न तु इकः अङ्गस्य गुणः. पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न दृष्टम्. इष्टम् लेखन् यत् सार्वधातुक आर्वधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रं तत्र अस्ति. अनुवृत्ति इत्युक्ते सार्वधातुको आर्वधातुको आर्वधातुकसहितं कुत् अनन्तरं अन्यसूत्रेणापि सहायं स्वीकुर्मः इति अनुवृत्तिः तत्र. इकः अङ्गस्य गुणः इत्युक्ते गुणः इकः अङ्गस्य गुणः इत्युक्ते इकः तत्र इ ऊरु इति अङ्गस्य गुणः इति गुणे गुणः विशेषणम् अस्ति तत्र. सार्वधातुक आर्वधातुकयोः इति इकः अङ्गस्य गुणः आसीत्. अत्र इकः अङ्गस्य गुणः विशेषणं नास्ति तत्र. इकस्य वदनेन अङ्गस्य अन्ते यः इक् वर्णः, अङ्गस्य इत्युक्ते तत्र धातु अङ्गस्य अन्ते यः इक् वर्णः इत्युक्ते ई ऊरु, तस्य गुणः इति अर्थः. पूर्वमेव वयं दृष्टवन्तः इक् वर्णस्य अन्ते गुणः भवति इति ह्रस्व ई ऊरु इति मध्ये. तत्र येन विधिसूत्र तदन्तस्य, विधिसूत्रं पूर्वमेव वयं दृष्टवन्तः. तत्र विधिसूत्रेण आदेशः आगमः लोपः इति कार्यं भवति इति अनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् अति अङ्गम् इक् इति अङ्गं तत्र ई ऊरु इति न इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक् एतादृशम् अङ्गम् ई ऊरु यस्य अन्ते इक् अलोन्तस्य अल् इति प्राति प्रत्ययमध्ये अन्तस्य इति अनेन अङ्गस्य स्थाने गुणः आदेशः भवति. अल् इति प्रत्ययमध्ये अन्तस्य स्थाने गुणः आदेशः तत्र भवति. अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुण आदेशः, अन्तिमवर्णस्य न तु गुण आदेशः भवति परन्तु अङ्गस्य स्थाने इति गुण आदेशः भवति. किन्तु पुगन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपदायाम्. उपदायम् इत्युक्ते अङ्गस्य अन्तिमवर्णस्य पूर्वम् उपदायं ह्रस्व उकारः एतत् मध्ये अपि अपि कार्यं पुगन्तलघुपदस्य कार्यं वयं स्वीकुर्मः. अत्र वयं दृष्टवन्तः एव एतदर्थं येन विधिस्तदन्तस्य विधिसूत्रम् अन्तस्य स्वीकुर्मः चेत् एतत् विधिसूत्रं कार्यं किं तत्र अस्ति इति स्वीकुर्मः चेत् अलोन्तस्य इत्युक्ते तत् अल् इति प्रत्ययमध्ये इत्यनयोः प्रसक्तिः नास्ति, तत्र कार्यं न भवति इति. अपि च अनुवृत्तिः सहितसूत्रम् अनुवृत्तिः इत्युक्ते सार्वधातुकः आर्वधातुको अन्य सूत्रेण सहायं स्वीकृतं चेत् सहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति. अङ्गस्य इकः गुणः वयं पूर्वमेव दृष्टवन्तः अस्ति, न तु इकः अङ्गस्य गुणः. इकः ई ऊरु इति मध्ये अङ्गस्य गुणः एव भवति. तत्र पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न दृष्टम्. अङ्गस्य इत्युक्ते तत्र षष्टिविभक्ति एकवचनं तत्र अस्ति. समानाधिकरणम् इत्युक्ते तत्र समानविभक्तिरूपं अस्ति चेत् तत्र समानाधिकरणं. तत्र पुगन्तलघुपदस्य लघुपदस्य द्विपदमिति सूत्रम् अस्ति. तत्र पुगन्तलघुपदस्य षष्टिविभक्ति तत्र च इति अव्ययम् अस्ति. तत्र एतत् मध्ये अनयोः पदयोः समानाधिकरणं न इति दृष्टम् अत्र. अस्तु भगिनि, धन्यवादः. अस्तु, अत्र अस्मिन् परिच्छेदे किं दत्तं, धन्यवादः भगिनि, किं दत्तम् इत्युक्ते सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च द्वयोः मध्ये कः भेदः इति दत्तमस्ति. तत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रं वयं गतसप्ताहे दृष्टवन्तः. एतत् सूत्रं तदन्तविधिः इति तस्य अपरनाम अस्ति. येन विधिस्तदन्तस्य इति सूत्रस्य अपरनाम अस्ति तदन्तविधिः. अन्ते एव तस्य विधिः भवति इति. परन्तु यदा वयम् इदानीं दृष्टवन्तः पुगन्तलघुपदस्य च, तत्र कार्यं तु उपधायां भवति, अन्ते न भवति कार्यम्. अतः तत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः एव नास्ति इति एतत् परिच्छेदं वदति. अलौङ्क्यस्य इति अपि अन्यपरिभाषासूत्रं वयं गतसप्ताहे दृष्टवन्तः. तद्वदति अन्ते यदा भू इति धातुः स्वीकुर्मः चेत् अन्ते स्थितस्य ऊकारस्य गुणः भवति इति. अलौङ्क्यस्य स्थानं वदति कुत्र भवति इति. अत्र तु तस्यापि प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते अन्ते कार्यं नास्ति, अस्माकं कार्यं तु उपधायाम् अस्ति. अतः एतत् सूत्रद्वयस्य प्रसक्तिः अत्र नास्ति. पुगन्तलघुपदस्य च इति सूत्रे येन विधिस्तदन्तस्य तदन्तविधिः, तस्यापि कार्यं नास्ति. अलोन्त्यस्य स्थानम् अन्त्यस्थाने इति कार्यं भवति, तस्यापि प्रसक्तिः एतत् सूत्रे नास्ति इति एतत् परिच्छेदं वदति. तत्तु प्रथममुख्यांशः. द्वितीय अंशः अस्ति यत् यदा पुगन्तलघुपदस्य च इति सूत्रे वयं दृष्टवन्तः पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, तत्र अङ्गस्य यदा अहं पूर्वमेव उक्तवती लघुपदस्य अङ्गस्य, तत्र तु सम्बन्धषष्टिः अस्ति लघुपदस्य अङ्गस्य इति. इकः तु स्थानम् अस्ति, अतः तत्र समानाधिकरणं न इष्टं पाणिनिना, न इष्टम् अङ्गस्य इकः इति द्वयोः पदयोः. यद्यपि द्वयमपि षष्टिविभक्त्याम् अस्ति तदापि तत्र विशेषणविशेष्यभावः नास्ति. लघुपदस्य अङ्गस्य तत्र एव विशेषणविशेष्यभावः अस्ति. अङ्गस्य इकः द्वयोः मध्ये समानाधिकरणं नास्ति तत्र. तद् अवगतं किल? प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. सम्यक् अस्ति, धन्यवादः. धन्यवादः. एकः प्रश्नः अस्ति महोदय, पुगन्तस्य इत्युक्ते अग्रिमपरिच्छेदः तस्मिन् विषये एव अस्ति. एतद् परिच्छेदं स्पष्टम् अस्ति किल? उत्तमम्. सर्वदा स्मर्तव्यं यत् येन विधिस्तदन्तस्य तदन्तविधिः, अन्ते एव तस्य कार्यं भवति. अलोन्त्यस्यापि अन्ते एव तस्य कार्यं भवति. पुगन्तलघुपदस्य कार्यं तु उपधायां भवति. उपधायां लघु इक्वर्णः सार्वधातुक आर्धधातुकप्रत्यये परे भवति. अतः एतत् सूत्र परिभाषासूत्रद्वयस्य अत्र आवश्यकता नास्ति इति अनन्तरं लघुपदस्य अङ्गस्य तत्र एव विशेषणविशेष्यभावः अस्ति, अङ्गस्य इकः तत्र विशेषणविशेष्यभावः नास्ति इति. अस्तु, राजेन्द्रमहोदय अग्रिमपरिच्छेदम्. आं भगिनि, पुगन्तस्य इत्यस्य सूत्रसहितं रूपं पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः, अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः एकः वर्णः सः लघु नास्ति चेदपि गुणादेशः भवति. अर्थे ह्री वलि रि कणुवि क्षमाया तां पुगनौ इति सूत्रेण री ह्री वलि रि कणुवि क्षमायि इत्येषां धातूनाम् आकारात् धातूनां च पुक् आगमः भवति निच् प्रत्यये परे, यथा दा धातु लटि ददाति निचि धापयति, दा योग निच् अनुबन्धलोपानन्तरं दा योग इ योग पुगागमा दा योग प योग इ दापि इति निजन्तधातुः, दापि योग शप् योगति धापयति. एतादृशीषु स्थितिषु धातु निच् प्रत्ययोः मध्ये पुक् आगमः भवति, यथा दापि इति धातो धाप् इति धातौ पुगन्तम् अङ्गम् इति उच्यते, पुक् अन्ते यस्य तत् पुगन्तम्. पुगन्तस्य इत्यस्य सूत्रसहितरूपम् अस्ति. पूर्वं तु वयं पश्यतवन्तः तत् पुगन्तलघुपदस्य च पुगन्तस्य विषये अत्र व्याख्यानम् अस्ति. पुगन्तस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः, अत्र किञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इकवर्णः सः लघु नास्ति चेदपि गुणादेशः भवति. केचन विशेषधातवः सन्ति ये परे गणितः अस्ति, यथा अर्ति ह्रि वलि रि कनुवि क्षमायातां पुगणौ पुगणौ, ये सर्वे धाताः ये परे गणितधातवः अत्र सन्ति सूत्रे तत्र तेषां धातूनाम् आकारान्त अपि च आकारान्त धातूनां च पुग आगमः भवति तत्र निच् प्रत्यये परे, यथा दा धातु अस्ति दा लट् लट् लट् लट् लकाररूपं ददाति अस्ति, निचि रूपं निच् रूपं दापयति अस्ति. अत्र किं भवति, यदा निच् प्रत्यये आगच्छति दा योग निच् अनुबन्धलोप अनन्तरं चकार नकार लोपः भवति एव अवशिष्यते, तत् पुग आगमः भवति, तत् पकारस्य आगमः भवति, दा योग प योग पकारः योग इ कारः दापि इति निजन्तरूपं भवति. अत्र तु अतिदेशिकधातुः अस्ति, नूतनधातुः अस्ति. अनन्तरं दापि योग शप् योग इति अत्रापि शकारपकारलोपः भवति, तत् अनन्तरं तत् अकारः अवशिष्यते, इकारः योग अकारः आय आदेशः भवति, अन्ततो गत्वा दापयति रूपं निष्पन्नं भवति. एतादृशीषु धातु निष्प्रत्ययोः मध्ये पुग आगमः भवति, तथा यथा वयम् अत्र दृष्टवन्तः दा धातु कृते यथा निच् प्रत्यये आगच्छति तत् अनुबन्धलोप अनन्तरं पुग आगमः भवति, दापि नूतनधातु आगच्छति, तत् यथा दापि इति धातौ दाप् इति धातौ पुगन्त अङ्गम् उच्यते, तत् दापि यः धातुरूपम् अस्ति तस्य पुगन्तम् अङ्गम् उच्यते, पुक् अन्ते अस्ति तत् पुगन्तम्. तत्र पुगन्त अङ्गस्य एकः गुणः सार्वधातुकयोः, तेन सूत्रेण तत्र गुणादेशः भवति एतस्मिन् धातौ ये सन्ति. उत्तमं महोदय, तावदेव तत्र. अस्तु, तत्र यदा महोदय उक्तवान् तत्र अर्ति ह्री ली नु ईक्ष्मायि आतां पुङ्नौ इति सूत्रेण पुक् आगमः भवति. यदा परिगणितधातुः कृ ख्रि लि रि नुयि इति श्माय इति षड् धातुः अस्ति, दातवः सन्ति, अनन्तरं आकारान्तधातूनाम् अपि आकारान्त यदा धा इति आकारान्तधातुः अस्ति तत्रापि पुक् इति आगमः भवति. अतः यदा महोदय दर्शितवान् दापि इति निजन्तधातुः भवति तत्र एव एतत् सूत्रस्य प्रसक्तिः कथम् आगच्छति प्रसक्तिः इति अग्रिमपरिच्छेदे अस्ति. अस्तु रघुपति आचार्य महोदय अग्रिमपरिच्छेदं पठति वा. एकनिमिषं. तर्हि निच् प्रत्यये परे अकारान्तधातूनां पुगागमः भवति यथा दा दाप् दापि दापयति. परन्तु तत्र पुगान्त अङ्गस्य उपधायाम् आकारः दाप् अतः गुणकार्यस्य प्रसङ्गः एव नास्ति. किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगान्ताङ्गस्य उपधायाम् इकस्वरः अस्ति यथा ऋ ह्रि व्लि रि. येषां पुगान्ताम् अङ्गं रप् ह्रीप् व्लीप् रीप् अत्र यद्यपि उपधायां ह्रस्वः डक् इक् सारि ह्रस्वः इक् वर्णः लघुपदा नास्ति अपि तु दीर्घः इक् वर्णः तथापि पुगन्तलघुपदस्य च इत्यनेन पुगन्त अङ्गस्य दीर्घ इकः गुण आदेशः भवति. रप् अर्प् ह्रीप् हेप् ह्रेप् व्लीप् व्लेप् रीप् रेप् अत्र वयं द्रष्टुं शक्नुमः निच् प्रत्यये परे पकारस्य आगमः भवति यदा दा इति ये धातुः अस्ति अत्र पकारस्य आगमः भवति दाप् दाप् दापयति दापयति दापि निच् प्रत्यय योजनेन दापि दापयति अन्तिमरूपम् अत्र दाप् इत्यत्र आकारः अस्ति उपधायाम् अतः अत्र गुणकार्यस्य प्रसक्तिः नास्ति. परन्तु अन्य धातवः सन्ति यत्र ऋ रि लृ व्लि रि एतेषां णिच् रूपं यदा अत्र पकारस्य आगमः भूत्वा ऋप् ह्लीप् व्लीप् रीप् भवति. अत्र उपधायां दीर्घ इकारः अस्ति तथापि एतेषां गुणः भवति केन सूत्रेण इत्युक्ते लघुपदस्य च इति सूत्राधारेण एतेषां दीर्घ इकः अस्ति चेदपि एतेषां गुणादेशः भवति इति दत्तम्. अतः अस्य अर्प् रकारस्य गुणः भूत्वा अर्प् रिप् रिप् इत्यस्य हेप् हेप् इति लीप् इत्यस्य लेप् रीप् इत्यस्य रेप् रेप् इति भवन्ति अन्तिमरूपम्. आम् तत्र उपधायां लघु इक्वर्णः अस्ति रीप् इत्यस्य ईकारः अस्ति तस्य एव गुणः रेप् इति भवति. तत्र तु पूर्णतया प्रदर्शितं नास्ति कथं भवति इति. एकं धातु स्वीकृत्य अहं वदामि एतस्य विषये यदा वयं चुरादिगणविषये पठामः तस्मिन् समये विस्तृतरूपेण आगच्छति, परन्तु अवगमनार्थम् एतद् एकं धातु स्वीकृत्य अहं वदामि. ऋ इति धातुः स्वीकरोतु. तत्र यदा णिच् इति प्रत्ययः योजयामः चेत् तत्र अर्तिश्रीलि. महोदय किञ्चित् म्यूट् करोति वा? धन्यवादः. तत्र अर्तिह्ली एतत् सूत्रं वयं दृष्टवन्तः किल, अर्तिह्रीव्ली क्ष्मायि आताम् अङ्नौ, तत्र अङ्गानां पुङ्नौ इति सूत्रेण पुक् आगमः भवति प्रथमम्. अतः ऋ योगः णिच् एतत् सूत्रेण पुक् आगमः भूत्वा ऋ योगः पुक् योगः णिच्. तत्र णिच् इति प्रत्यये नकारस्य चुटु इति सूत्रेण इत्संज्ञा, चकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा इकारः एव अवशिष्यते. तत्र पुक् इति आगमे पकारः एव अवशिष्यते, ककारस्य हलन्त्यं तस्य लोपः इति सूत्रेण लोपः भवति. ऋ योगः पकारः योगः इ इति स्थितिः अस्ति. इदानीं किं भवति इत्युक्ते तत्र एव पुगन्तलघुपदस्य च इति पुक् पुगन्तम् अङ्गम् अस्ति, ऋप् इति पुगन्तम् अङ्गम् अस्ति, अतः तत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. ऋकारस्य गुणः तु अर्, अर् योगः पकारः योगः इ, अर्पि इति इदानीं भवति. अर्पि इति इदानीं नूतनधातुः इति वदामः. यदा निच् प्रत्ययः योजयामः चेत् तत्र धातुद्वयं भवति. प्रथमं यद् धातुः वयं स्वीकुर्मः ऋ इति धातु प्रथमधातुः, यदा णिच् इति योजयामः अनन्तरम् अर्पि इति भवति किल, तत्तु यदा महोदय राजेन्द्रमहोदय उक्तवान् अतिदेशधातुः इति वदामः, नूतनधातुः अर्पि इति नूतनधातुः. इदानीं शप् योजयामः, पुनः अर्पि योगः शप् योगः ति. इदानीं शप् प्रभावेण गुणः भवति. यदा वयं पूर्वं दृष्टवन्तः तादृशक्रमेण गुणः भूत्वा अर्पयति इति रूपं भवति. एतदेव एक सोपानं. यदा ऋ योगः णिच् इति योजयामः चेत् तत्र एव अर्पयति इति रूपं भवति. प्रश्नः अस्ति वा? अत्र द्वौ स्थाने स्थाने द्वे स्थाने गुणः भवति. आम् आम् आम् आम् स्थानद्वये. प्रथमं तु यदा पुक्कागमः भवति पुगन्तलघुपदस्य च इति तत्र गुणः भवति. अनन्तरम् अस्माकं परिचितक्रमः एव, यदा अन्ते इकारः अस्ति अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भूत्वा अर्पयति इति रूपं भवति. अतः पुगन्तः इति शब्दस्य शक्त्या प्रथमं गुणकार्यम्. अवगतं किल भगिनि? पुगन्तः सर्वदा निच् निच् इति प्रसङ्गे, आम् प्रसङ्गे एव अन्त, आम् पुक् अन्त, आम् आम्. किमर्थम् इत्युक्ते तत्र एव पुक् इति अन्तः भवति. कुत्र पकारः आगच्छति, अन्ते आगच्छति, तत्र एव तस्मिन् अस्य सूत्रस्य प्रसक्तिः किल. अर्थः तत्र अर्ति क्लीनुयि तत्सूत्रेण एव पुक् आगमः भवति. अतः तत्र एव भवति एतत् सूत्रस्य प्रसक्तिः. एते सर्वे अपि दीर्घ दीर्घ आम् किं वदामः इक्वर्णः दीर्घ इक्वर्णाः आम् दीर्घ इक्वर्णाः चेदपि आम् दीर्घ इक्वर्णाः चेदपि तत्र गुणः भवति इति एतत् सूत्रं वदति. तत्र सूत्रस्य अकारः अपि अस्ति. अर्तिह्री इति पुक् आगमः इति सूत्रे आकारः अपि अस्ति, परन्तु दापयति इति यदा वयं द्रक्ष्यामः तत्र तु इक्वर्णः नास्ति. अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः तत्र नास्ति. लिख् धातुः स्वीकरोतु. लटीरूपं किम्? लिखति निचि प्रेरणार्थयति लेखयति लेखयति तत्रापि पुगन्तलघुपदस्य च इति सूत्रेण परन्तु तत्र पुगन्त किमपि नास्ति परन्तु लघु उपदा अस्ति किल आम् तत्र लेखयति इति भवति निच् कीदृशधातुः कोऽपि वदति वा सार्वधातुकः वा आर्ध कीदृशप्रत्ययः क्षम्यताम् किमर्थं तिंक्षित् सर्वदातुके उत्तमम् उत्तमम् उत्तमं तिंक्षित् सार्वधातुकं निच् तु तिङ् वा षित् वा नास्ति अतः आर्धधातुकप्रत्ययः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः आर्धधातुकप्रत्यये परे अपि अस्ति अतः लेखयति इति रूपम् अस्तु अस्तु समयः अभवत् तत्र लट्लकारे कृप् अर्पयति इति परिच्छेदमस्ति किल तत्र अहम् एकं प्रदर्शितवती अन्य गृहपाठरूपेण कुर्वन्तु अग्रिमसप्ताहे वयं तस्य वर्गे अपि चर्चां कुर्मः अस्तु सूत्रम् अग्रिमसप्ताहे पठामः धन्यवादः धन्यवादः धन्यवादः भगिनि क्षम्यताम् एक लिक् लिक् भवती उक्तवती आर्धधातुक किमर्थं लिक् लिखति अत्र लिखति इति न लेखयति यदा निच् प्रत्यये योजयामः चेत् तत्र लेखयति इति भवति अस्तु लिखति एव रूपं लटि लिखति एव निच् प्रत्ययः यदा अहं प्रेरणा करोमि भवान् लिखतु इति तत्र लेखयति इति भवति धन्यवादः